सर्यस्य च केवलं तस्मै येषाय ब्रह्मणे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै चेत् भूमिकात्मकः भागः सुसम्पन्नः इतोग्रे निघण्टुभाष्यमारभ्यते अस्तु पुरातने विचारणीयमस्ति किञ्चित् सर्वं स्पष्टमेव स्यात् मन्ये किमस्ति थैला खोल करके देख लेना अत्र तु सर्वेपि अनुकूला एव दृश्यन्ते येपि प्रतिकूला एव दृश्यन्ते तेपि अनुकूला एव भवन्ति यतोहि ते दोष परिमार्जनं कुर्वन्ति केचन दोषाः भवन्ति तेषां परिमार्जनं सत्यां प्रतिकूलतायामेव भवति चेत् सर्वमपि अनुकूलमेव अत्र तु आचार्य एव नास्ति न कश्चित् सर्वेपि विद्यार्थिनः एव सन्ति परस्परं शिक्षणं चलति आचार्यस्य कृते एषः उपदेशः वर्तते अत्र तु सर्वेपि विद्यार्थिनः एव सन्ति विचारः चलति परस्परं ज्ञानवृद्धिर्भवति किमपि उच्येत् ज्ञानवर्धनमेव चलति परस्परम् अन्त इति व्यापकशब्दार्थे स्यात् मन्ये अन्तः यः व्यापको वर्तते परमात्मा भी तो भवेत् अन्य च आत्मनः अपि अस्तित्वं कीदृशं वर्तते अस्माभिस्तु अनुरूपं स्वीक्रियते एकत्र क्वचित् तिष्ठति सर्वत्र च तस्य अनुभूतिर्भवति मन्ये उपलभ्येत एकत्र यथा परमात्मनः उपलब्धिः एकत्र भवति हृदयस्थाने इति उच्यते तथैव तत्र उपलब्धिर्भवेत् तस्य वयमपि स्वस्वक्षेत्रे सर्वज्ञा भवामः वयमिति आत्मानः एतत् प्रकरणमपि तु न्याये आगतमस्ति न आत्मा सर्वज्ञः अस्ति अथवा अल्पज्ञः अस्ति सर्वज्ञः अपि उच्यते न इन्द्रियकर्मापेक्षया तत्र हि यदि इन्द्रियेष्वेव आत्मत्वं स्वीक्रियेत तत्र तत्र इन्द्रियं किमस्ति इन्द्रियं केवलं स्वस्वकर्म जानीयात् एकः तादृशः अपि कश्चित् संयोजकः स्यात् यत् यः खलु सर्वेषामपि कर्म जानीयात् चेत् इन्द्रियकर्मदृष्ट्या अथवा स्वकर्मदृष्ट्या असौ सर्वज्ञः भवति सर्वेषां कर्म जानाति परम् अन्य च अपरम् परम् अपरम् किम् मत दृष्टिया स्यात्, विचारक दृष्टिया स्यात्, यह विचारयति ईश्वरस्य कृते उत्वा आत्मनः कृते, यतो हि सः व्यापकः वर्तते ईश्वरः चेत् परम अपरम कया दृष्ट्या विचार्यते, यदि स्थान दृष्ट्या विचार्यते चेत् मत दृष्ट्या यत्र अहं तिष्ठामि ततः परम स्थान दृष्ट्या किंचित वस्तु वर्तते, तस्मादपि परम वर्तते, तस्मादपि परम वर्तते, सापेक्षोऽयं व्यवहारः स्यात्। परम ईश्वरात् परम न किंचिदपि वस्तु वर्तते, तथैव अपरम, अपरम इति अर्वाक् समीपवर्ती, ततः न किंचित वस्तु वर्तते इति उच्यते। वृद्धस्य च, वृद्धस्य च इति उच्यते न, वृद्धस्य स्थाने अपि तु ज्यादेशो दीयते न, प्रहस्य शः ज्य च वृद्धस्य च, चेत् वृद्धार्थे अत्र ज्य शब्दः स्यात्, बढ़ा हुआ, उससे बड़ा। अणीय इति लघुतमः, यतोहि मन्ये यतोहि इयसुनः प्रयोगः क्रियते अत्र, इयसुनः प्रयोगः क्रियते चेत् द्वेव वस्तु अत्र तिष्ठेताम्, एकः ईश्वरः परमात्मा वा अपरश्च यत्किञ्चिदपि वर्तते तत्सर्वम् अपरस्मिन् पक्षे तिष्ठति चेत् तदपेक्षया अन्यत् न किमपि अणीयः वर्तते। अणीय इति लघुतमः इति उच्येत, तथैव वृद्धतमः इति परिवृढः। यतोहि सूक्ष्माति सूक्ष्मः असौ वर्तते, अन्यच्च सर्वत्रापि व्यापकत्वात् तत्र वृद्धतमोऽपि वर्तते, उभयतः अपि उपचारः कर्तुं शक्यते तत्र, तस्मात् वृद्धोऽपि कश्चित् नास्ति, यतोहि सर्वत्राप्यसौ व्यापकः वर्तते, तस्माच्च सूक्ष्मोऽपि कश्चित् नास्ति। सूक्ष्मे अर्थे भविष्यति लघुतमः सूक्ष्मः, तत्रापि तु उपनिषदि अपि तु आगच्छति न, अणोरणीयान् महतो महीयान् इति, स एव भावः वर्तते। कस्यचिदपि कृते स्यात् तत्र किमस्ति, परमात्मनः कृते न भविष्यति। चेत् आत्मनः आत्मनः महतो महीयस्त्वं कथं भवति, बड़े से बड़ा, छोटे से छोटा, बड़े से बड़ा इति उभयथापि व्यवहारः कथं क्रियते, सैव व्यवहारः अत्रापि भविष्यति। एकत्र हस्ति वर्तते अपरत्र च पिपीलिका वर्तते इति, किं दृश्यते सूक्ष्म महतो महीयान् इति अणुत्वं च सूक्ष्मत्वात् चेदत् उपपत्तयः काश्चन वर्तन्ते। नैयायिकैः किं स्वरूपं मन्यते, परन्तु तदधुना नैयायिकैः स्वपक्ष मतम् उच्यते उत वा अभ्युपगम्य उच्यते कस्यचित् मतम् इति तु न, परन्तु सामान्यतया शब्दान् दृष्ट्वा एवं प्रतीतिः भवति यत् अत्र विभुत्वं प्रतिपादयति, अनेके पक्षा तत्र उत्थाप्यन्ते, अनेकेषामपि पक्षा तत्र उत्थाप्यन्ते, मन्ये न्यायस्य पक्ष अणुत्वे वर्तते, यतो हि न्यायः स्थूलपदार्थवादी वर्तते, अस्य पक्षः सम्भवतः वर्तते, अन्येषाम् आदृत्य किमस्ति नव्यन्यायस्यापि आविष्कारः आत्मनः विषये अनेके पक्षाः सन्ति, तत्र तत्र एकत्र तथा उच्यते न, बालादृशतभागस्य इत्यादिकम् उच्यते, अङ्गुष्ठमात्रम् इत्यपि क्वचित् उच्यते, परं तत्र मन्ये एवमस्ति, एवं तु विवादास्पदः एषः विषयः वर्तते, परं यतोहि उभयत्रापि तेषां वाक्यानां सङ्गतिः क्रियते, अङ्गुष्ठमात्र इत्यादिकं यत्र दीयते तत्र मस्तिष्कस्य आकारः इति अन्यैः व्याख्यायते, यतो हि अङ्गुष्ठाकार इव मस्तिष्काकारः भवति चेत् तत्र आधारादेभावेन तत्र वर्णनं वर्तते, तत्र तस्य स्थितिः मस्तिष्के वर्तते इति तथा उच्यते, अन्यच्च मनसः परिमाणं किमस्ति, तथा तु स्वीक्रियते न, तदेवं भवति, एवं तु यदा सर्वाणि दर्शनानि अधीयन्ते तदा स्पष्टता भवति, अन्यच्च ज्ञानादिकं कुत्र तिष्ठति, एष एव भेदः विचार्यः सर्वथा अस्माभिः तत्र तत्त्वदृष्ट्या विचार्य, एकः भवति अस्मदीयः पक्षः, यत्र वयं जीवामः अथवा यत्र वयम् अनुचरामः तत्र गृहीतः पक्षः, तत्र तथा भवति, यतोहि कश्चित् पक्षः यदि न गृह्येत चेत् तत्र जीवनं न चलति, अतः कश्चित् एकः पक्षः स्वीकर्तव्यः भवति, सर्वथापि बुद्धिवादेन जीवनं तथा सुकरं न भवति, चेत् अत्र किमस्ति ज्ञानादीनां यः आधारः स आत्मा इति न्याये प्रतिपादितमस्ति, साङ्ख्ये यदि गच्छामः चेत् तत्र न किमपि अस्ति, स तु केवलं द्रष्टा वर्तते, तत्र स्वरूपं दीयते शुद्धबुद्ध नित्यशुद्धबुद्धमुक्तस्वभावः, नित्यशुद्धः नित्यबुद्धः नित्यमुक्तः सर्वमपि, केवलं द्रष्टृत्वं तत्र वर्तते आत्मनि, अन्यत् किमपि नास्ति, तस्य सान्निध्येन अत्र सर्वमपि भवति, कुत्र प्रकृतौ, तद्भिन्नं तु सर्वमपि प्राकृतिकं वर्तते, यदपि अन्तःकरणचतुष्टयत्वेन स्वीक्रियते तदपि तु प्राकृतमेव वर्तते, प्राकृतिकमेव वर्तते, अन्यच्च तदेव आधारत्वेनापि स्वीक्रियते चेत् तत्र किमस्ति, साङ्ख्यैः द्वौ आत्मानौ स्तः, एकः नित्यात्मा अपरस्य कार्यात्मा, यः कार्यात्मा वर्तते एवं तु सापि नित्येव वर्तते अस्माकं दृष्ट्या, यतोहि इयं प्रकृतिः आत्मना सह कदा सम्बद्धा इति न ज्ञायते, अत्र दार्शनिकानां चिन्तनं नास्ति, अतः कुतः अस्माकं बन्धनम् आरब्धम् इति चिन्तनं नास्ति. बन्धनमस्ति इति स्वीकृत्य चिन्तनम् आरभ्यते. बन्धनमस्ति ततः मोक्षः प्राप्तव्यः, इतः चिन्तनम् आरभ्यते. कुतः बन्धनं जातम् अर्थात् तस्य आरम्भः कदा जातः इति तत्र चिन्तनं नास्ति. तत्र किमस्ति? अनादित्येन स्वीकृतम्. अत्र आत्मनः अनादित्वं वर्तते, परमात्मनः अनादित्वं वर्तते, अन्यच्च प्रकृतेः अनादित्वं वर्तते. तिस्त्रीणां सत्तानाम् अनादित्वं स्वीक्रियते. अस्तु चेत् साङ्ख्ये यः कार्यात्मा वर्तते, कोऽसौ वर्तते? बुद्धिः. बुद्धिरिति एकं प्राकृतिकं तत्त्वं वर्तते, तदेव आत्मना सह सम्बद्धः. तत्सम्बद्धं कदा सम्बद्धं न जायते चेत् अनादित्वेन स्वीक्रियते. अस्तु, तत्रैव च जानाति तिष्ठति. कुत्र तिष्ठति? बुद्धौ तिष्ठति. अत्र न्यायस्य ज्ञानं कुत्र तिष्ठति? आत्मनि तिष्ठति. साङ्ख्ये आत्मा सः कार्यात्मत्वेन स्वीक्रियते, न्याये स एव आत्मत्वेन स्वीक्रियते. तत्र ततो अग्रे चिन्तनं नास्ति. न्यायवादिनां ततो अग्रे चिन्तनं नास्ति. साङ्ख्ये ततो अग्रेपि चिन्तनं वर्तते, न्याये नास्ति. यतोहि व्यवहारतत्त्वेन अयमेव आत्मत्वेन स्वीक्रियते अस्माभिः. यत्रैव सर्वाण्यपि कार्याणि भवन्ति, यत्र अनुभवः भवति, सर्वोऽपि भवति, तदेव तत्त्वम् आत्मत्वेन स्वीक्रियते. तस्य च अणुस्वरूपं स्वीक्रियते एव. अत्र विवादः नास्ति चेत् आत्मनः अणुत्वं वर्तते एव, कार्यात्मनः वर्तते. तद्भिन्नः विभुरात्मा वर्तते, स सर्वत्रापि व्याप्तः. चेत् एवं स्तरभेदेन चयनं भवति. किमिति? तथा तत्र तथा व्याख्यानं भविष्यति न? अणुपक्षे तथा यथा परमात्मनि व्याख्यानं भवति, किं नाम सूक्ष्मत्वे, तथा व्याख्यानं भविष्यति. अस्य अणुत्वे व्याख्यानं भविष्यति. यतो हि अस्य आकारः वर्तते, तस्य आकारः न वर्तते. अन्यच्च सर्वैरिन्द्रियै सदापि तस्य सम्बन्धो भवति, ते सर्वेषामपि इन्द्रियविषयाणां सहैव बोधः भवेत्, तथा तु न दृश्यते चेत् अतः मध्ये किञ्चित् साधनम् अपेक्षते, अतः मनः स्वीक्रियते. अस्तु, अग्रे चलामः. तत्र तथा किं भवति? तथा तथ्यं किं भवति? अस्तु, तत्त्वमिति भावार्थः स्यात्. तद्विपरीतं वितथ भवति. विततस्य अभावः अवितथं भवति. यथा नाकशब्दः स्वीक्रियते अस्माभिः, नाकशब्दस्य यत् स्वरूपं वर्तते तदेव अत्रापि वर्तते. तथ्यशब्दे तु तथ्यशब्दे उपलभ्यते. तथ्यशब्दः चेत् तस्मादेव अयमपि स्यात्. तथा शब्दादेव समासे भविष्यति, सामासिकः ह्रस्वत्वं भविष्यति, सामासिकं ह्रस्वत्वम्. यथा वर्तते तथा तथा शब्दात् साध्येत. यथापि वर्तते तथा, हा, थाल् प्रत्ययो भवति, थाल् प्रत्ययो वर्तते. तथा शब्दा साध्य तत्र तत्र किमस्ति आकार लोप विधेय तो आकार लोप विधेय वास्तविकता तत्रैव वर्तते सत्यमपि तु तदेव उच्यते सत्सु साधु सत्यम यद वर्तते तत्र यः साधु तत् सत्यम उच्यते अस्तु निघंटु भाष्यम इदानीम आरभ्यते अथातो अनुक्रमिष्यामः अधुना अनुक्रमशः व्याख्यानं चलिष्यति यथा अनुक्रमः तत्र वर्तते निघंटौ तथैव अत्रापि व्याख्यानं प्रथमे कांडे व्याख्याने अतीव संक्षिप्तता दृश्यते संक्षेपेण व्याख्याने तत्र दृश्यन्ते केवलं गणानां नामानि स्मृत्वा प्रायेण अग्रे चलति एकं वा द्वे वा तत्र केवलं नाम व्याख्यायते यथा गौरिति प्रथमः शब्दः वर्तते गौरिति पृथिव्या नामधेयं गौ शब्दः पृथिव्याः कृते आगच्छति कथं तत्र गौत्वं वर्तते गोत्वं किमस्ति चेत् यद्दूरङ्गता भवति यत्रापि स्थित्वा वयं पश्यामः चेत् अतीव दूरपर्यन्तं विस्तृता इव दृश्यते चेत् मार्गादिरूपेण अथवा येन केनापि रूपेण तत्र अन्त एव न लभ्यते अस्माभिः अत्र स्थित्वा अत एव गौः दूरं गता गमधातुर्वर्तते तत्र दूरं गता गौः भवति अन्यच्च यच्चास्यां भूतानि गच्छन्ति भूतानि गच्छन्ति अस्यामिति गौः चेत् तत्रापि गम एव हेतुर्भवति गातेर्वा औकारो नामकरणः अथवा गाङ्गतौ इत्यस्मादपि औकारः प्रत्ययो भविष्यति नामकरणः इति कृत्प्रत्ययः गमधातुरपि स एव प्रत्यय गमेर्डो विधीयते स एव प्रत्यय अत्र गाधातुर्विहितः अथापि पशुनामेह भवति पशुर्नाम अपि गौ शब्दः स्वीक्रियते व्यवह्रियते कस्मात् तत्र पशु नाम्नि अयं गौशब्दो वर्तते चेदुच्यते एतस्मादेव यतोहि असौ पशुरपि दूरङ्गतो भवति चरणार्थं दूराद् दूरतरं गच्छति तत्रापि गच्छतीति गौ तत्र यः गौशब्दः तत्र रूढः तत्रापि एकं रहस्यं प्राप्तं तत्र माधवनिदानम् इति एकः ग्रन्थो वर्तते तत्र टीकायां कुतश्चित् उद्धृतम् अस्ति यत् यः पशुः अस्माभिर्गौरुच्यते तस्य कृते गमनमेव श्रेष्ठं वर्तते यदि असौ गच्छति चेदेव तस्य स्वास्थ्यादिकं सम्यक् भवति यदि असौ बध्यते चेत् तत्र गोत्वं नास्ति बन्धनं कस्यचित् पशोः बन्धनं हितकरं न भवति तत्कृते गमनमेव हितकरं वर्तते पुरातने किं भवति स्म अस्माकम् अपि काले अथवा अस्माभिरपि एतत् दृष्टम् आसीत् ग्रामेषु यत् आदिनं तु चरन्ति स्म गावा जङ्गलेषु सायङ्काले आगच्छन्ति चेत् तत्र व्रज मध्ये तिष्ठन्ति स्म तत्रापि बन्धनं न भवति एवमेव किन्नाम उच्छृङ्खलाः अथवा उद्बन्धनाः एव तत्र भ्रमन्ति स्म तेषां बन्धनं नास्ति तासां चेत् सर्वथापि चरन्ति एव अत एव तत्र गोत्वं वर्तते यदि कश्चित् पशुः विचरणेव सर्वथापि तिष्ठति चेत् स रोगी न भविष्यति तस्य कृते कृत्रिमस्य साधनस्य आवश्यकता अपि न भवति आच्छादनादिकस्य स्वयमेव स्वकीयं रक्षणम् असौ करोति बन्धनेन रोगा जायन्ते पशूनां चेत् दूरङ्गता भवति इति गौः पशुरपि तथा उच्यते चरणादिकं क्रियते एव तया अतः पृथिव्याम् अथवा तत्र भोगान् प्राप्नुवन्ति तत्र जीवनस्य आधारत्वेन स्वीक्रियते ततः गोपशोरेव तु दुग्धादिकम् अवाप्यते अस्माभिः चेदस्माकं जीवनं चलति तथा स्वीक्रियते अस्तु। किमस्ति? अथवा अपने बनने की अवस्था में हिरण्य गर्भ प्रजापति से दूर गई हुई होती है। हिरण्य गर्भ प्रजापति ईश्वर अथवा अथवा अपने बनने की अवस्था में हिरण्य गर्भ प्रजापति से दूर गई हुई होती है। हिरण्य गर्भ हिरण्य हाँ हाँ हिरण्य गर्भ मन्य बृहदंडत्वेन स्वीक्रियेत ब्रह्मांड इति उच्यते यत् तस्मात् दूरंगता भवति तस्मात् एवं तो सर्वेपि ग्रहोपग्रह ग्रहा तस्मात् दूरं गच्छन्ति एव सामान्येन परम अत्रैव यतो हि अस्यैव सामीप्यम् अस्माकं वर्तते अन्यस्य कस्यचित् न वर्तते अतः उच्यते मन्ये अस्माकं दृष्ट्या अस्तु तत्र मने तत्र बृहदण्डात् दूरङ्गता स्यात् यतोहि सर्वे अपि गृहोपग्रहाः ततः दूरं गच्छन्ति पृथक् गच्छन्ति अतः तत्र गोत्वं स्यात् सर्वेषामपि स्यात् चेत् योगृढुता अत्र भविष्यति मन्ये अत्र अत्रैव अस्माकं व्यवहारः वर्तते ते तु प्रकाशपिण्डत्वेन दृश्यन्ते अस्माभिः एवमस्ति न एवमस्ति सर्वं भविष्यति यत्रापि अस्माकं स्थितिर्भविष्यति चेत् तस्य तस्य पदार्थस्य पृथ्वीत्वं भविष्यति यतोहि तत्र पृथ्वीत्वं दृश्यते पृथ्वीत्वं दृश्यते अत्र पृथ्वीत्वं दृश्यते अतः एषा पृथ्वी इति उच्यते तत्र च किं नाम प्रकाशपिण्डत्वं दृश्यते अतः ते तथा उच्यन्ते एवमस्ति अस्माभिस्तु न दृश्य अस्माभिस्तु न दृश्यते तत्र गत्वा दृश्येत यदि तत्र गत्वा पश्यामः चेत् तत्र यत्र वयं सीतामः सा पृथ्वी भविष्यति ततः चेत् एषा तत्र प्रकाशपिण्डः भविष्यति तदा एवं सापेक्षः व्यवहारः भविष्यति सर्वथा कस्यचित् स्थानस्य अन्तरिक्षत्वं कस्यचित् द्युलोकत्वं कस्यचित् पृथ्वीत्वम् इति सापेक्षोऽयं व्यवहारः सर्वथापि भवति अथाप्यस्याम् एतस्मादेव अथापि अस्याम् ताद्धितेन कृत्स्नवन् निगमा भवन्ति अथापि एतस्याम् एतस्याम् इति गो शब्दः यः पशौ वर्तते तत्र ताद्धितेन व्यवहारेण तद्धित् सम्बन्धी यः व्यवहारः तेन व्यवहारेण कृत्स्नवत् अर्थात् तत्र तद्धितः नास्ति पुनरपि तद्धितान्तवत् कृत्स्नवत् इति तद्धितान्तवत् सम्पूर्णवत् कृष्णशब्दः सम्पूर्णे आगच्छति असम्पूर्णेऽपि सम्पूर्णवत् अतिदेशः वर्तते अतद्धितान्तत्वेऽपि तद्धितान्तवत् निगमा भवन्ति निगमा दृश्यन्ते व्यवहारा दृश्यन्ते औकारः नहीं कः धातुः स्वीक्रियते गाङ् क्रियते यदि पाणिनीयतन्त्रं स्वीक्रियते चेत् तत्रापि गतिरेव वर्तते यथा गम्भीरी गतौ वर्तते तथा युगाङ्गतौ वर्तते सामान्यतः तत्स्वरूपं न दृश्यते न तथापि भविष्यति दृष्टिभेदः केवलं तत्र अपेक्षते शब्दभेदे तादितेन कृत्स्नवन्निगमा भवन्ति यथा गोभीषणीतमत्सरम् चेत् अत्र अतीव रहस्यास्पदम् एतत् स्थलं वर्तते मांसाहारादिकं यैः वेदात् निस्सार्यते तेषां कृते सशब्दः तस्य विकारेऽपि प्रयुज्यते यथा अत्र गोभी शब्दः वर्तते चेत् गोभी इति गवां पयसि गोशब्दो अत्र वर्तते गोभिरिति गोपयसा गव्येन पयसा सः मत्सरं सोमं शृणीत इति तत्र उच्यते पाकार्थं तत्र श्रीधातुः स्वीक्रियते चेत् पचन्तु इति पयसो पयसः कृते अत्र गोशब्दो वर्तते तत्रापि तु वर्तते न दाशगोगुनौ सम्प्रदाने तत्र तत्रापि गोशब्दः तादितेऽर्थे वर्तते मत्सरम् इति पयसो मत्सरः सोमः मत्सरशब्दः अत्र सोमे अर्थे आगच्छति कथमिति चेत् मन्दते तृप्तिकर्मणः यतोहि तं पीत्वा सर्वेऽपि तृप्ताः भवन्ति तृप्तिम् असौ ददाति अतः मत्सरः इति उच्यते मत्सरः अन्यस्मिन्नपि अर्थे आगच्छति मत्सरः इति लोभ नाम लोभेऽपि मत्सरशब्दः आगच्छति अभिमत्त एनेन धनं भवति अभिमत्तः एनेन एनेन मत्सरेण अभिमत्तो भूत्वा धनं प्रति गच्छति मद मद मद मद तृप्तौ प्रतिघाते च पयः पयशब्दः आगतः पयः पिबतेर्वा प्यायतेर्वा चेत् पीयते तत् पयः उक्त्वा प्यायति वर्धयति प्यायो प्यायि वृद्धौ चेत् प्यौ इति तु साधनं भवति साधनं भवति प्रपा प्रपा इति उच्यते संस्कृते प्रपा प्यायतेर्वा क्षीरं क्षरते यतो हि क्षरति तस्याः गो अतः क्षीरं तदुच्यते घसेर्वा ईरो नामकरणः घस्लि अदने इत्येतस्मात् धातो ईरः प्रत्ययः नामकरण इति कृत्प्रत्ययो भविष्यति तस्मादपि क्षीरमिति स्यात् कीर अनर्थकाभ्यासः भविष्यति यथा कक्षया आसीत् तथा भविष्यति मन्ये उपधालोपि सति उपधालोपि सति अक्षमिति यथा साध्यते उत्वा तस्य कित्त्वं क्रियेत ईर् प्रत्ययस्य कित्त्वं क्रियेत कथञ्चित् नामकरणः उषीरम् इति यथा यथा उषीरम् इत्यत्र ईर् प्रत्ययो वर्तते तथैव क्षीरम् इत्यत्रापि ईर् प्रत्ययो वर्तते सम्प्रसारणे सति कित्त्वं कित्त्वं कथञ्चित् कर्तव्यं किमस्ति तेषां कृते तत्तत् स्थानं पृथ्वीत्वेन स्वीक्रियते प्रथना पृथ्वी इति तु उक्तमेव यतो हि विस्तृतासौ दृश्यते दूरङ्गता अपि दृश्यते यत्र यत्र वयं तत्र तिष्ठामः स्थित्वा च पश्यामः यद्दृश्यते तदेव उच्यते तेषां कृते तत्रैव पृथ्वीत्वं भविष्यति यदि तत्र तत्र तथात्वं वर्तते एषैव तु यौगिकः पक्षः वर्तते यथा अंशुं दुहन्तो अध्यासते गवि अत्रापि तादितेन कृत्रिमन्निगमा भवन्ति इत्यस्यैव उदाहरणानि दीयन्ते चेत् एकत्र तु गोशब्दस्य पयसि प्रयोगः अस्माभिः दृष्टः अत्रापि आगच्छति गवि इति गोशब्दस्य चर्मणि प्रयोगः वर्तते अंशुं दुहन्तः अंशुः इति सोमस्यैव खण्डाः ये भवन्ति तत्र अंशुशब्दः प्रयुज्यते चेत् एकं भवति तत्र अधिश्रवणचर्म एकं भवति अधिश्रवणफलकम् अधिश्रवणचर्म चेत् अधिश्रवणचर्म नीचैः प्रस्तीर्य तस्य उपरि अधिश्रवणफलकः स्थाप्यते फलक इति फट्टा अन्यच तस्य उपरि तत्र उलूखलं स्थाप्यते, तत्र च सोमः कुट्यते उपलैः उत्पादनेन। चेत् तत्र उच्यते अंशुं दुहन्तः अध्यासते गवि, गवीति गोचर्मणि, तत्र अध्यासते तिष्ठन्ति अंशुं दुहन्तः, अंशो दोहनं कुर्वन्तः इति। ऋत्विजः बृहद् भवति इति अधिश्रवणचर्मणः, अधिश्रवणचर्मणः चर्मणः कृते अत्र गोशब्दो वर्तते। अधि तत्र अधि स्थित्य तत्र श्रूयते, अभिश्रूयते सोम इति, तच्चादः चर्म चर्म। अंशुः, अंशुः कः भवति? समष्टमात्रो भवति। अंशुः खण्डः उच्यते सोमस्य चेत् तत्र तस्य परिमाणम् अष्टाङ्गुलमितं स्यात्, अत एव उच्यते अष्टमात्रो भवति। शम, शमिति सुखकारी भवति सोमः, सोमस्य कृते वर्तते तो इष्टः सर्वैरपि सोमः भवति। अन्यच शमपि भवति, शम, शम कल्याणकारी अष्टमात्रो भवति इति अंशुः। प्राणिमात्रस्य कृते सुखकारी भवति। अन्यच्च तदेव उच्यते समष्टमात्रो भवति इति अननाय, सर्वेषामपि प्राणनाय, जीवनाय शं भवति, कल्याणकारी भवति इति वा। चर्म, चर्मशब्द आगतः, चर्म चरते सर्वत्रापि, तत् शरीरादौ व्याप्तं भवति, गतं भवति, प्राप्तं भवति। उच्छ्रितं भवति, कश्चित् पशुः म्रियते चेत् तस्मात् उच्छ्रितं चर्म, उखाड़ा हुआ, उद्धृतं भवति ततः। परिमाणः, परिमाणमत्र दीयेत, परिमाणमत्र दीयेत। अधिश्रवणचर्म इति यत्र स्थित्वा अधिश्रवणं क्रियते, सोम अभिश्रूयते तच्चर्म, नीचैः प्रसार्यते भूमौ। परिमाणमेव तु दीयत, शं भवति, अन्यच्च अष्टमात्रो भवति। अष्टमात्र अशुं व्याप्तौ, अस्मादपि स्वीक्रियते अशुं व्याप्तौ, सर्वत्रापि व्याप्तोऽसौ भवति। यदा पीयते चेत् सर्वे, सर्वस्मिन् अपि शरीरे व्याप्तो भवति चेत् अष्टमात्रः व्याप्तमात्रः, एवमपि अर्थः स्वीक्रियते। अशुं, अशुं व्याप्तौ अस्मात् सम्पूर्णेऽपि शरीरे शीघ्रमेव व्याप्नोति इति, व्याप्यते, व्याप्तो भवति। अस्तु, अथापि चर्म च श्लेष्मा च, गोशब्देन चर्मापि गृह्यते अन्यच्च श्लेष्मापि गृह्यते। श्लेष्मा इति सरेस्, पूर्वमिति सुधालेपने तत्र पात्यते स्म, अद्यत्वे तु तत् पात्यते न किन्नाम उच्यते दृढ़ीकरणाय दृढ़ यथा स्यात् तथा फेविकोल इति पात्यते अद्यत्वे पूर्वं सरेस इति पात्यते स्म तत्र श्लेष्मा श्लेष्मा शब्दः चर्के कफस्य कृतेपि आगच्छति गोभी सन्नद्धो असि वीळयस्व कञ्चित् रथं प्रति उच्यते गोभी श्लेष्मणा चर्मणा च सन्नद्धः मढा हुआ सन्नद्ध बंधा हुआ न बंधने मढा हुआ तथा असि अतः वीळयस्व गतिं कुरु इति रथस्तुतौ रथस्ततौ वर्तते चेदत्र गोशब्दः चर्मणि श्लेष्मणि च वर्तते अथापि स्नावा च श्लेष्मा च स्नावनि अन्य च श्लेष्मणि अपि आगच्छति गोभिः सन्नद्धा पतति प्रसूता इति इषुस्तुतौ तत्र ज्या भवति धनुषः रज्जु या भवति सा ज्या इति उच्यते स्नावना निर्मीयते तत्र तत्रापि च श्लेष्म तत्र नह्यते तेन च इषुः प्रेर्यते तदेव उच्यते गोभिः सन्नद्धा पतति प्रसूता तेन सन्नद्धाः सन्तः अन्यच्च प्रसूता प्रेरिताः सन्तः पतति प्रेरितः सन् पतति पतति शत्रुषु यत्रापि असौ प्रेर्यते इषुः इति इषि स्तुतौ इषु इतु इषु इति बाणम् उच्यते तस्य स्तुतौ एषः निगमः उच्यते ज्यापि गौरुच्यते ज्या या भवति सापि गौ शब्देन उच्यते गव्या गव्या चेत् तद्धितम् यदि गव्या शब्दः तत्र वर्तते चेत् तु यत् प्रत्ययः तत्र तद्धितः श्रूयते एव अथ चेत् न गव्या यदि तत्र अन्येन केनचित् साधनेन निर्मीयेत चेत् गमयति इषूनिति गौः यतोहि असौ इषून् गमयति अतोऽपि गौः इति उच्येत यदि गोविकारेण निर्मीयेत चेत् तु गव्या वर्तते एव तद्धित वृत्तम् आश्रित्य न चेत् नो चेत् गमयति इषून् इति गौः इति भविष्यति चेदत्रापि गौशब्दः वर्तते चेदेवम् अनेकेषु अर्थेषु गौशब्दः प्रदर्शितः अग्रे च तस्मिन्नेव ज्याप्रसङ्गे निगमः दीयते किमिति हिरण्यनामानि यदि केवलं निर्वचनेन शब्दार्थे गच्छामः चेत् तु तथा कथनस्य आवश्यकता एव नास्ति यत् पृथिवीनामधेयम् एतदिति यतोहि निर्वचनेन पुनः पृथिव्यां गमिष्यामः परन्तु स पृथिवीं गत्वा प्रवृत्तिनिमित्तं विचारयति पूर्वं प्रवृत्तिं करोति शब्दस्य ततः तस्य निमित्तं चिन्तयति किमर्थं तत्र वर्तते अर्थ इति प्रवृत्तिनिमित्तं प्रवृत्तिः अर्थ इति प्रवृत्तिः निर्वचनम् इति निमित्तं दृष्ट्वा तस्य शब्दस्य कथनं स्वरूपकथनम् इति उच्यते तथा तु वर्तते किमस्ति यतोहि अस्माकम् अध्ययनं सीमितमस्ति चेत् अद्यत्वे एतदेव प्रायेण दृश्यते यत् पूर्वं व्याकरणमधीमहे तत्र प्रकृत्यर्थो वर्तते अत्रश्च प्रत्यर्थो वर्तते तदनु शब्दस्य ज्ञानं कार्यते अस्माभिः यतोहि अत्र औपगवशब्दः न प्रयुज्यते यदि औपगवशब्दः प्रयुज्येत तत्र प्रयोगे दृश्येत चेत् तत्र तु एवमस्ति यत् औपगवशब्दः कुत्र वर्तते उपगौरपत्यम् इत्यस्मिन् अर्थे वर्तते अधुना तु यतोहि पाणिनिना तथा उक्तं पाणिनिना इति केनचित् शाब्दिकेन वैयाकरणेन वा तथा साधितमस्ति अतः औपगवशब्दस्य अयमर्थः चेत् एषा विपरीतागतिर्वर्तते विपरीतागतिर्वर्तते तत्तु अस्ति एव वृक्षे वृक्षे नियता मीमयद्गौः ततो वयः प्रपतान् पुरुषादः। चेदत्र गौशब्दस्य प्रयोगः ज्या इत्यस्य कृते वर्तते। वृक्षे वृक्षे वृक्षस्य विकारः धनुर्भवति, तत्र च नियता बद्धा का भवति, ज्या भवति। सापि मीमयत् शब्दं कुर्वाण, ततः यदा असौ शब्दं करोति ततः तदा वयः, वय इति इशून्, वीति पक्षी उच्यते, तत् यथा पक्षी तत्र उड्डयनं कृत्वा गच्छति तथैव इशुरपि गच्छति। चेत् वयः प्रपतान् प्रपातयति, कथं किमर्थं पुरुषादः, ये शत्रवः सन्ति उत्वा शत्रुपक्षे पुरुषाः सन्ति तेषाम् अदनाय भक्षणाय इति। चेदत्र गौशब्दः ज्याकृते वर्तते, वृक्षशब्दः धनुषि वर्तते इति यास्केन अत्र व्याख्यायते। वृक्षे वृक्षे धनुषि धनुषि, अत्रापि वृक्षशब्दस्य तथैव प्रयोगो भविष्यति, तादितेन कृत्स्नवन्निगमा भवन्ति इति तेनैव रूपेण एवं भवति। ताद्धितेन ताद्धितेन व्यवहारेण ताद्धितेन अर्थेन इति उच्येत, कृत्स्नवत् सम्पूर्णवत् ताद्धितः अर्थः कदा नु निर्गच्छेत् यदा तत्र तद्धितस्य प्रयोगः स्यात्, परं तद्धितस्य प्रयोगः नास्ति अपि तु मूलशब्दस्य प्रयोगः वर्तते, अथ च मूलशब्दादेव कृत्स्न तद्धितान्तवत् अर्थः निस्सरति, एतादृशः प्रयोगः कृत्स्नवत् इति उच्यते। तथैव अत्र वृक्षशब्दस्य प्रयोगः, वृक्षस्य विकारः धनुरुच्येत, परं तत्र वृक्षशब्द एव प्रयुक्तः। वृक्षे वृक्षे अर्थात् धनुषि धनुषि, प्रत्येकस्मिन् धनुषि वृक्षशब्दः आगतः चेत् वृक्षः वृश्चनात् ओ वृश्चुच्छेदने वृश्यते, छिद्यते हि असौ कार्यनिर्वहणाय, उतवा वृत्वा क्षां तिष्ठति, क्षा इति पृथ्वी उच्यते, तां वृत्वा आच्छाद्य तिष्ठति, आवरणं कृत्वा तस्याः तिष्ठति इति वृक्षः इत्यपि उच्यते। इति वा क्षा पृथिव्याः कृते क्षाशब्दः आगच्छति, क्षा पृथ्वी किमर्थम् उच्यते, क्षीयतेर्निवासकर्मणः, यतोहि क्षीयन्ति निवसन्ति अस्यामिति क्षा निवासार्थकात् क्षीधातोः। अस्तु, अधुना मन्त्रे चलामः। नियता नियता इति बद्धा सति, तत् बद्धि बद्धा सति तत्र कुत्र, तत्र वृक्षे धनुषि। मीमयत् गौः, मीमयदिति शब्दं करोति, कथमिति चेत् मीमयति हि शब्दकर्मा, शब्दार्थकः मिम्रि धातुः वर्तते तस्मादेव मीमयति। ततः यदा सौ शब्दं करोति ततः वयः प्रपतन्ति, ततः पक्षिण इव यथा केचन पक्षिणः वृक्षात् निर्गच्छन्ति उड्डीयन्ते, तथैव ततः ज्यायाः इषवः गच्छन्ति प्रपतन्ति, किमर्थं पुरुषान् अदनाय। अत्र हि कृतयोगे द्वितीयायाः प्रयोगः यास्केन क्रियते, पुरुषान् अदनाय। सामान्येन तु पुरुष इति अत्र कर्म वर्तते, अदनम् इति भावः वर्तते, क्रिया वर्तते, चेत् कर्तृकर्मणोः कृति इति षष्ठ्या भाव्यम्, यतो हि तत्रापि तु न पठ्यते न अनप्रत्ययः किन्नाम निषेधकाण्डे तत्र न पठ्यते, न लोकाव्यनिष्ठा कलर्थ त्रिनाम चेत् अन्यत्रापि षष्ठ्याः प्रतिषेधो भवति इति जायते। पुरुषान् अदनाय नहीं, उपरि तु एकमेव पदं दीयते न मन्त्रे, पुरुषादः समस्तं तत्र पदं दीयते, तस्यैव अत्र व्याख्यानं वर्तते पुरुषादः शब्दस्य। लुटि लेटि स्यात् लेटि आटि पुरुषान् अदनाय वयः शब्दः आगतः वीरिति शकुनी नाम वी शब्दः शकुनेः कृते आगच्छति पक्षिणः कृते कथम वेतेर गतिकर्मणः वी धातोः गत्यर्थकात् वी शब्दः निर्मीयते अथापि इषु नामेह भवति वी शब्दः इषु नामत्वेन प्रयुज्यते एतस्मादेव यतोहि असावपि तु गच्छत्येव वेति गच्छति इति विहि इषु अन्यत्र च पक्षी उभावपि उच्यते अस्तु अन्यत्रापि गौशब्दो वर्तते आदित्योऽपि गौरुच्यते आदित्यस्य कृतेऽपि गौशब्दः आगतः उतादः परुषे गवी परुषशब्दः द्विधा व्याख्यायते परुषः परुषे पर्ववति यत्र हि पर्व भवन्ति तत्र परुषे पर्ववति गवी इति आदित्ये तत्रापि गवी अर्थात् सूर्ये आदित्ये सन्धयः सन्ति इति तत्र अत्र निर्गच्छति पर्वति परं भास्वति इत्युपमन्यवः उपमन्यवः आचार्य मन्यते यत् परुषशब्दस्य अत्र भास्वान् शब्द अर्थः वर्तते परुषे भास्वति दीप्तिमति अथापि अस्य आदित्यस्य एको रश्मिः चन्द्रमसं प्रति दीप्यते चन्द्रमसं प्रति दीप्यते दीप्यते इत्यस्य कः अर्थो भवति अर्थात् तस्य प्रत्यावर्तनं भवति यदा प्रत्यावर्तनं भविष्यति तदैव तु दीप्तिर्भविष्यति यदि प्रत्यावर्तनं न भवति चेत् तस्य दीप्तिरपि न भवति यदि तत्रैव तस्य अवशोषः स्यात् प्रकाशस्य चेत् तत्र दीप्तिर्न भविष्यति चेत् अन्ये ये रश्मयः सन्ति तेषां तु अवशोषः तत्र जायते चन्द्रमसि परम् एकः रश्मिः तादृशः वर्तते यस्य प्रत्यावर्तनं तथा भवति अत एव दीप्यते इति उच्यते प्रत्यावर्तनं भवति चेदेव दीपयति इति उच्यते तदेतेन उपेक्षितव्यम् अग्रिमः यः निगमः उपस्थाप्यते एतेन उपगम्य ईक्षितव्यं विचारणीयम् कः गच्छति मध्ये तस्य तु विचारः सूर्यस्य कृते अपि एषः वर्तते चन्द्रमसः कृते अपि उक्तमासीत् तेन किमपि ज्ञानं नागच्छति सूर्यस्य कृते तु उक्तमासीत् यत् सूर्यः निर्मितः वर्तते पृथिव्याः प्रान्ते सूर्यः निर्मितः वर्तते अर्थात् एषा एका घटना वर्तते तत्र किञ्चित् नास्ति केवलम् एका घटना वर्तते आदित्यात् आदित्यात् सैव सूर्यः प्रकाशः उत्पद्यते सैव सूर्यः इति उच्यते वस्तुतः तस्य सत्ता नास्ति अन्यच्च अस्ति अपि व्यवहारे सत्यस्य सत्ता अस्ति व्यावहारिकी सत्ता वर्तते स्यात् किं कथयामः बहु ज्ञातव्यं वर्तते सृष्टौ पृथ्वी माता उच्यते चन्द्रः तस्य पुत्रः उच्यते आदित्यः तस्य पिता उच्यते आदित्यः पतिरुच्यते यतो हि गर्भादायकः आदित्यः वर्तते चंद्रः पुत्रः, चंद्रः पृथिव्याः क्रोडे क्रीडति इति कुचिद् औपम्यम् आगच्छति, उपमा आगच्छति, चंद्रः पृथिव्याः क्रोडे क्रीडति चेत् तेन आदित्येन पृथिव्या सह संगत्या चंद्रः प्राप्तः, चंद्रः पुत्रः, अतः मातुः क्रोडेसु क्रीडति। चन्द्रः चन्द्रः एषैव अधुनैव मया पठितमासीत् क्वचित् पुस्तके, एषः तत्र विचारः कृतो वर्तते, कुजशब्दः तत्र वर्तते, कोः जातः कुजः, पृथिवीपुत्रत्वेन मङ्गलः स्वीक्रियते तत्र, भौमशब्दः तत्र वर्तते। बुद्धे तु न वर्तते, मङ्गले तु आगच्छति, अन्येषु गृहेषु तु नागच्छति, मङ्गले तु वर्तते अत्र सूर्यसिद्धान्ते अपि पुनः पुनः वर्तते, स शब्दः, कुजशब्दः, भौमशब्दः, भविष्यति किं, तत्र शब्दः व्यवहारः तत्र उच्यते, व्यवहारः तथा वर्तते, तस्य कृते न वर्तते, बुद्धस्य कृते अथवा अन्यस्य कृते न वर्तते। अत्र सोमवासरस्य कृते भौमवासरः इत्यपि उच्यते न क्वचित्, मङ्गलवासरस्य कृते वर्तते, अत्र तु सोमवासरः इत्येव वर्तते। तस्य नाम्ना इतोपि दीयन्ते, तथैव तत्र चन्द्रनाम्ना उच्चेरन् सोमवासरः, शशिवासरः उच्येत, भौमवासरः तत्र मङ्गले वर्तते। अस्तु चेत् एतेन उपेक्षितव्यम्। आदित्य तो अस्य दीप्तिर्भवति इति, आदित्यादेव अस्य दीप्तिर्भवति चन्द्रस्य। सुषुम्नः सूर्यरश्मिः चन्द्रमा गन्धर्वः, सुषुम्नः प्रकाशं प्राप्य, सुषुम्नः सूर्यरश्मिः, सूर्यरश्मिः या सुषुम्ना वर्तते तस्मात् चन्द्रमा गन्धर्वः तां धरति इति गन्धर्वः इत्यपि निगमो भवति। सोपि गौरुच्यते, अतः स अपि गौशब्देन उच्यते, रश्मिः। तस्यैव कृते वर्तते, रश्मेः कृते वर्तते। सोपि गौरुच्यते, अत्राह गौरमन्वतः, अत्रापि उच्यते चेत् तदुपरिष्टाद् व्याख्यास्यामः, अस्य व्याख्यानम् अग्रे भविष्यति। सर्वेपि रश्मयो गाव उच्यन्ते, केवलं न सुषुम्ना रश्मिरेव गौ उच्यते, अपि तु रश्मिमात्रम् अपि गोशब्देन उच्यते इत्यपि अत्र दीयते। भेदस्तु व्यव्रियते एव, सप्तरश्मिः इत्यादि शब्दस्तु वर्तते एव, सप्तिः, रश्मिभेदस्तु अनेकत्र व्यवह्रियते वैदिके वाङ्मये। रश्मिशब्दः अशधातोर्निपात्यते, अशेरशच अशुङ् व्याप्तौ, तस्मादेव आदित्यस्य व्याप्तिर्भवति, अश्वानामपि व्याप्तिः रश्मिना एव भवति, अत्रापि रश्मिशब्दो वर्तते, आदित्यस्य रज्जुर्भवति तत्रापि रश्मिशब्दो वर्तते, राश् इति उच्यते। भेदस्तु प्रदर्श्यते, स्थाने स्थाने भेदः प्रदर्श्यते। पृथक् वर्तते, आदित्यः मूले तिष्ठति सूर्यस्य, आदित्यः आदित्यः पुत्रः वर्तते, आदित्यरिति द्वौ अवखण्डने अक्षीयमाणा या शक्तिर्वर्तते सा आदितिः इति उच्यते। तस्यैव तस्या एव या प्रायोगिकी स्थितिः सः आदित्यः इति उच्येत चेत् यथा उच्यते द्वादश आदित्या भवन्ति, तेषां च भिन्नभिन्नानि नामानि सन्ति चेत् तेषु सर्वेष्वपि आदित्यत्वं तिष्ठति। यथा अस्मिन् शरीरे जन्म प्रभृति मरणं यावत् देवदत्तः तिष्ठति सत्यपि परिवर्तने, पुनरपि स देवदत्तः इति उच्यते, तथैव तत्रापि आदित्यः तिष्ठति सर्वेष्वपि द्वादशसु आदित्यः तिष्ठति। तत्र एकं तत्त्वं तत् वर्तते यत् किल क्षीणं न भवति, सर्वथापि सर्वेष्वपि च तिष्ठति इति, तेन ते आदित्याः इति उच्यन्ते। कालभेदात् स्थितिभेदात् देशभेदाच्च तेषां नामानि भवन्ति। सूर्यः सवनात् भवति, सविता प्रेरणात् भवति, पूषा उत्वा त्वष्टा, त्वष्टा तक्ष्णात् भवति यथा प्रचण्डः भवति असौ, एवं भिन्नभिन्न कालमाधृत्य तेषां नामानि भवन्ति, स्थितिमाधृत्य कालमाधृत्य स्थानमाधृत्य तेषां नामानि उच्यन्ते। एकस्यैव नामानि न सन्ति, एकस्यापि सन्ति चेत् स्थितिभेदात् भेदः भवति तत्र, एवमुच्यते चेत् रश्मीनां विषये अग्रिमः निगमः दीयते, अलं कुर्मः, समयः जायते। यो भूतं सहव्यं च सर्वं यश्चाधितिष्ठति सर्वस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः। Yeah.